नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति तुगादिगणः इति. तत्र उकारान्तधातूनां विषये वयं गतवर्गे नमस्ते भगिनि, किमपि श्रूयते किम्? किमपि श्रोतुं न शक्नोमि. न श्रूयते वा? श्रूयते श्रूयते भगिनि, श्रूयते भगिनि, श्रूयते भगिनि, श्रूयते. तर्हि उकारान्तः उकारान्तदातवः इति विषयः अनुवर्तते. तत्र गु इति धातोः विषये अस्माभिः चर्चितं. गु इति उकारान्तधातुः. उदादिगणे श इति विकरणप्रत्ययः. तर्हि तत्र गुणकार्यस्य प्रसङ्गः बाधितः अस्ति, यतोहि श प्रत्ययः अपित् अस्ति. तर्हि तत्र अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यनेन वङ् आदेशः भवति इति अस्माभिः चर्चितं, विस्तृतरूपेण चर्चितमासीत् गतवर्गे. तर्हि ततः अग्रे इतोपि अग्रे गच्छामः. तुदादिगणे षट् उकारान्तदातवः इति आरभ्य पठामः. अरविन्द महोदय पठति वा? तुदादिगणे षट् उकारान्तदातवः गु, ध्रु, कुं, नु, भु, षु. एतेषां सर्वेषां कार्यं घु धातोः यथावत् अतः भवति. ध्रुवति, कुवते, नित् अतः आत्मनेपदि धातु. नुवति, भुवति, सुवति. घु पुरीषोत्सर्गे गुवति. ध्रु गदि स्थैर्ययोः गच्छति, स्थिरा भवति इत्यर्थे. ध्रुव इति अङ्गं ध्रुवति. कुङ् शब्दे ध्वनिं करोति. कुव इति अङ्गं कुव योगार्थे आत्मनिपदं नकार ङित् अस्ति कृत्वा कुवते इति भवति. नु स्तवने स्तुतिं करोति, प्रशंसा करोति. नो नः इति दातु सूत्रस्य नकारस्य स्थाने नकारः भवति. नु योगः शम् नुव इति अङ्गं नुव योगति नुवति. धू विधूनने बाधति, कम्पनं कारयति इत्यर्थे. धुव इति अङ्गं धुव योगति धुवति. षु प्रेरणे प्रेरयति, धात्वादेशः सः इति सूत्रेण षकारस्य सकारादेशः भवति. सुयोगः च सुव इति अङ्गं सुवयोगहति सुवति इति अन्तिमरूपम्. अतः षट् उकारान्तधातूनां रूपस्य एतावत् सिद्धं भवति. समीचीनम्. अत्र कोऽपि प्रश्नः अस्ति वा? अत्र किमपि नास्ति, सर्वत्र उवङ्गादेशः, उकारान्तदातवः उवङ्गादेशः, अन्यत् किमपि नास्ति. अत्र महोदय, तत्र गूधातोः सर्वाणि रूपाणि वदति वा? लटि महोदय, श्रूयते वा? गुवति, गुवतः, गुवन्ति. गुवसि, गुवतः, गुवत. गुवामि, गुवाव, गुवाम. लोटि गुवतु, गुवता, गुवतात्, गुवता, गुवन्तु, गुवा, गुवतात्. द्विवचने किमस्ति? द्विवचने गुव सूतात् अस्तु. नमस्ते भगिनि, उषा अस्मि. नमस्कारः. गुवतु, गुवतात्, अनन्तरं गुवतां, गुवन्तु, गुव, गुवता, गुवतं, गुवत, गुवानि, गुवाव, गुवाम. लङ्गि, लङि अगुवत्, अगुवताम्, अगुवन्, अगुवः, अगुवतम्, अगुवत, अगुवम्, अगुव, अगुवम, अगुव, अगुम, अगुवम, गुवम. अत्र एकवचने किमस्ति पुनः वदतु? अगुवम् अगुवम् इति अस्ति वा? अङ्गं किं भवति? अङ्गमस्ति अगुव इति. अगुव योगः अम् इत्यनेन अगुवम् अगुवम् अगुवम् अगुव अगुम अगुव अगुव योगः व खलु? अगुव अगुवाव अगुवव अगुवव अगुवम समीचीनम् गुवेत् गुवेतां गुवेयुः गुवेः गुवेतां गुवेतं गुवेत गुवेयं गुवेव गुवेम समीचीनम् अस्तु. इदानीं तत्र अग्रिमः विषयः अस्ति ऋकारान्तदातवः इति विषयः. तत्र विनय महोदय पठति वा? आं भगिनि. सुदादिगणे चत्वारः ऋकारान्तधातवः सन्ति, मृङ् पृङ् दृङ् धृङ् च. इमे सर्वे नित अतः अनुदात्यन्त आत्मने पदम् इत्यनेन आत्मने पदिनः. सुदादिगणे शपं प्रभाभ्य शविकरणप्रत्ययः आयाति इति ज्ञातम्. तस्मात् कारणात् अत्र ऋङ् शङ्लिङ्क्षुः इति सूत्रं कार्यं शयङ्लिङ्क्षु शयङ्लिङ्क्षु इति सूत्रं कार्यं करोति. अनेन ऋकारान्तधातूनां ऋङ् आदेशः भवति श प्रत्ययः परे. क्रमेण इदं कार्यम् अवलोकयेम. सुदादिगणीयः मृङ् प्राणत्यागे इति धातुः. अयं मृङ् धातु यदि भवादिगणे अभिविश्यत् तर्हि लटि किं रूपम् अभिविश्यत् इति चिन्तयामः. नकारस्य इति संज्ञा अतः मृ अभिशिष्यते. नित् अतः अनुदापिन्त आत्मनेपदम् आत्मनेपदे धातुः. मृ वयं भवादिगण वदामः मृजोग शब् सार्धातुक आर्धातुकयोः इत्यनेन गुणः. मृ अर्थात् मर् योग अ मर इति अङ्गम्. तदनन्तरं आत्मनेपदे तदनन्तरं मर् योग ते मरते. वयं जानीमः ते सम्बन्धे प्रथमपुरुषे एकवचनम्. इदं केवलं चिन्तनार्थम्. अयं मृङ् धातु भवादौ नास्ति तथा इदं रूपं न सम्भवति. यदि तुदादिगणे सामान्य प्रथमतः वयं धातोः चत्वारः धातवः भवन्ति. मृङ् एकधातु प्राणत्यागे सम्बन्धे यतः धातु अन्तः अनुनासिक अस्ति. अनुनासिक आधारेण कारणेन अनुदात्यन्त आत्मनेपदं कारणेन आत्मनेपदी भवति. परन्तु अत्र विषयः अस्ति रिङ् रिङ् आधारेण रि आयाति. रिङ् आधारेण रि आयाति. यदि रिङ् आधारेण रि आयाति तदनन्तरं प्रश्नः उदयति कुत्र रि आयाति. कुत्र रि आयाति? धातु मृ अस्ति. मृ अर्थात् यथा आदेशः नित् अस्ति तर्हि नित् प्रत्याधारेण आधारेण अन्त्यः आदेशः भवति तथा महलन्तयोगा रे अर्थात् मरि भवति परन्तु मयोगा रे मरि परन्तु अत्र इकारान्त मयोगः रि मृ खलु मृ म हलन्त योग रे रिङ्ग् रिङ्ग् आदेशात् प्राक् यदि धातुः भ्वादिगणे अभविष्यत् किं भवति इति एकवारं वदतु यदि भ्वादिगणे वयं वदामः तर्हि तर्हि गुण भवति शपाधारेण न गुण अर्थात् रिस्थाने अर् भवति अतः मर् भवति परन्तु यदि वयं जानीमः अनुदात्त आत्मनेपदे अस्ति तर्हि वयं जानीमः तां च आधारेण ते आयाति तर्हि मरते भवति परन्तु अत्र भवादिगण धातु नास्ति धातु अस्ति तुदादिगणे तुदादिगणे रि तुदादिगणे रि आयाति अत्र अहं अहं वदितः रि किमर्थम् आसीत् रि आयाति रिङ्ग् आधारेण रिङ्ग् आधार अर्थः सूत्र अस्ति रिङ्गशलिङ्गु सूत्र अस्ति तर्हि एव रि आयाति परन्तु यदि रि सम्यक् सम्यक् न आगे वदतु वदतु तर्हि अन्यविषयः अस्ति मृ महलन्त योगा रि अत्र महलन्तयोगा रि अर्थात् मृ भवति मृ मृ इकार परन्तु इकारस्य प्रयोजनं अतः अग्रे अशिष्णु धातु भवाम् आधारेण एव भवति यदि एव भवति तर्हि म्रिय भवति यः लन्त तदनन्तरं शप्रत्ययस्य आधारेण आयाति तदनन्तरम् अत्र वयं अवदत् यथा धातु आत्मनेपदी अस्ति तर्हि म्रियते भवति म्रियते भवति सम्यक् समीचीनं सम्यक् तर्हि इदानीं तत्र धातुः भुवादिगणे नास्ति तुदादिगणे एव अस्ति तर्हि अग्रे उमा भगिनी आं भगिनि यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम मृ योगः ष मृ योगः अ सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः सार्वधातुकम् अपित्यनेन ष णित्वत् किङिति च इत्यनेन गुणनिषेधः इको एणचि इत्यनेन एण् सन्देहे प्राप्तिः म्र यो इति अङ्गं म्र प्लस् ते म्रते इदं केवलं चिन्तनार्थं वास्तवे इको एणचि बाधितम् अस्ति अतः इदं रूपं न सम्भवति अत्र मृ धातुः तुदादिगणे अस्ति तुदादिगणस्य श विकरणप्रत्ययः आयाति मृयुगः ष देन् सार्वधातुकम् अपित् इट् इस् ष अपित् इत्यनेन गुणनिषेधः भवति तस्मात् इको एणचि सूत्रस्य यण् सन्देहे प्राप्ति अस्ति चेत् अत्र म्र इति अङ्गं भवति br becomes r. So eco energy is r plus r, ra agachati, then mra yoghate mrate, kintu atra eco energy na praptam tasmat, as an example ataha atra likhyate. सम्यक् समीचीनं समीचीनम् इत्युक्ते इको एनर्जि इति सर्वसामान्यसूत्रं तत्तु सर्वत्र आगच्छति अत्र यत्र अचि परे भगिनि किञ्चित् म्यूट् करोतु भगिनि प्रति प्रतिध्वनिः अस्तु धन्यवादः तर्हि तत्र इको एनर्जि सर्वसामान्यसूत्रम् इति तत् पूर्वमपि दृष्टं तत्र उकारान्त इकारान्तधातुषु अपि अस्माभिः दृष्टम् अजादिप्रत्यये परे सर्वत्र इगन्तमङ्गम् अस्ति चेत् इकोयणचि इत्यस्य कार्यं भवितुमर्हति अत्रापि तथैव परन्तु वस्तुस्थितिः का इति चेत् अग्रे वयं पश्यामः अस्तु तत्र लक्ष्मीभगिनी अग्रे पठतु वस्तुस्थितिः का इति अग्रे पश्यामः मृङ् प्राणत्यागे मृयोग शा मृयोग आ इको एनचि इत्यस्य प्राप्तिः तत्प्रभाद्य सार्वधातुकार्थधातुकयोः इत्यनेन गुणप्राप्तिः सार्वधातुकम् अपित् इत्यनेन अपित्वात् ङित्वत् ङिति च इत्यनेन ङित्वत् ङित्वात् गुणनिषेधः ऋङ्क्षयग्लिङ्क्षु इत्यनेन शा प्रत्यये परे ऋकारान्तस्य अङ्गस्य ऋङ् आदेशः मृ धातुः पूर्णतया स्थाने रि ङिच इत्यनेन आदेशः ङित् चेत् तर्हि अनेकाचेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः तेन म योग रि योग आ मृ योग आ इको यणचि इत्यनेन यण् सन्धेः प्राप्तिः शा प्रत्ययः अजाति अपित् अतः यण् सन्धिं प्रबाध्य अजिष्णुधातु पूर्वां युवोरियङ् वङौ इत्यनेन इयङादेशः इयङादेशः ङित् अतः ङिच्च इत्यनेन अन्त्यस्य एव आदेशः इकारस्य स्थाने इय आदेशः मृ योग इय योग अ मृय योग अ मृया इति अङ्गं मृया योगते मृयते इति अन्तिमरूपम् अत्र बहुकिमपि सोपानानि सन्ति एकैकं स्वीकृत्य वदामि भगिनि मृ योग शा इति इत्यस्य स्थित्या मृ ऋकारान्त अङ्गमस्ति शा इत्यस्य निर्बन्धलोपानन्तरम् आ इति अवशिष्यते अत्र इको एनचि प्रथमम् आयाति इको एनचि अपि आयाति सार्वधातुकार्थधातुकयोः इति सूत्रं च आगच्छति तयोः मध्ये इको एनचि प्रबाध्य सार्वधातुकार्थधातुकयोः इति सूत्रं सूत्रस्य प्रसक्तिः अधिकम् अस्ति परत्वात् किन्तु गुणप्राप्तिः न भवति यतोहि सार्वधातुकमस्ति किन्तु अपित् अस्ति सार्वधातुकम् अपित् ङित्वत् इत्यनेन ङितिव प्रवर्तते ङिति च इत्यनेन गुणनिषेधः भवति इति गुणस्य प्रसक्तिः अस्ति चेत् तादृशगुणः न सम्भवति इति च इत्यनेन तेन सार्वधातुकार्थधातुकयोः इति न प्रवर्तते अत्र ऋङ्क्षयग्लिङ्क्षु इति नूतनं सूत्रम् अस्ति एतत् सूत्रेण शा प्रत्यये परे ऋकारान्त अङ्गस्य ऋङ् आदेशः भवति इति उक्तम् अत्र मृ इति ऋकारान्तधातुः अस्ति अतः ऋकारस्य स्थाने ऋङ् आदेशः भवति शा प्रत्ययपरे अत्र तुदादिगणीयः अस्ति अतः शा प्रत्ययः परे अस्ति मृ इत्यस्य ऋकारस्य स्थाने ऋङ् इति आदेशः अत्र मृ इति धातुः सम्पूर्णतया रिङ् आदेशः भवति वा इति प्रश्ने ङिच इति सूत्रं साहाय्यं करोति ङिच इति वदति यदि आदेशः ङित् अस्ति चेत् अन्तादेशः एव भवति इति वदति तेन कारणेन मृ इति धातोः अन्तिमवर्णस्य स्थाने रिङ् इति आदेशः, रिङ् इत्यस्य नकारः हलन्त्यम् इत्यनेन अपगच्छति, तेन रि इति एव तिष्ठति. इदानीम् ऋकारस्य स्थाने रि रकारेफ इकारः रि इति आदेशः जायते, तेन मु योगरि मृ इति भवति. मृ योग आ शक श इति प्रत्ययस्य आ तत्रैव तिष्ठति, मृ योग आ इति स्थितिः. इदानीं पुनः इकोयणचि इति सूत्रम् आगच्छति, यतोहि इकारान्त अङ्गमस्ति, तत् इकारः अस्ति, ततः परम् अकारः अस्ति, तेन इकोयणचि इत्यस्य प्रसक्तिः अस्ति. अशा प्रत्ययः इदानीम् एतस्मिन् सन्दर्भे अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ इति सूत्रस्य प्रसक्तिः च अस्ति, यतोहि मृ इति वदामः चेत् इकारान्ध धात्वङ्गम् अस्ति, धातुसंज्ञा अत्रापि तिष्ठति, अकारान्ध अजादि प्रत्ययः अस्ति परे, तेन कारणेन अचिष्णु धातु ब्रुवाङ् युवोरियङ् वङ्गौ इति सूत्रस्य प्रसक्तिः अपि प्रसक्तिः अस्ति. द्वयोः मध्ये अचिष्णु धातु ब्रुवाङ् युवोरियङ् वङ्गौ एव कार्यं भवति. अत्र परत्वात् एव अचिष्णु धातु ब्रुवाङ् युवोरियङ् वङ्गौ कार्यं करोति, तेन इयङ् आदेशः भवति. इयङ् आदेशः च ङित् अस्ति, आदेशः ङित् अस्ति, अतः अन्तादेशः एव भवति. अत्र मृ इत्यत्र इकारस्य स्थानम् इकारः अन्तिमवर्णः, तस्य स्थाने इ इति आदेशः जायते, तेन मृ योग इ मृ इति भवति, मृ योग आ मृया इति अङ्गं सिध्यते. पुनः तिङ् तिप्रत्ययस्य योजनेन अत्र मन्यति आत्मनेपतिधातुः अस्ति, अतः ते इति दृश्यते, मृया योगते मृयते इति रूपं सिध्यते. बहु सम्यक्. तर्हि अत्र नूतनसूत्रमस्ति रिङ् शयग्लिङ्क्षु इति सूत्रं, तर्हि तस्य इदानीम् एकवारं पश्यामः. सूत्रम् अधोभागे अस्ति सूत्रं, तत्र विजयलक्ष्मी भगिनी पठति वा? आं भगिनि, पठामि. रिङ् क्षय ग्लिङ्क्षु सप्तमाध्यायस्य चतुर्थपादे अष्टविंशतितमं सूत्रम्. ऋकारान्तस्य अङ्गस्य रिङ् आदेशो भवति शप्रत्यये यक् प्रत्यये यकारादि आर्धधातुकलिङ् प्रत्यये च परे. शश्च यक्च लिङ् च तेषाम् इतरेतरद्वन्द्वः शयग्लिङ्गः तेषु शयग्लिङ्क्षु. रिङ् प्रथमान्तं, शयग्लिङ्क्षु सप्तम्यन्तं, द्विपदम् इदं सूत्रम्. अयङ् यि निति इत्यस्मात् यि अकृत् सार्वधातुकयोर्दीर्घः इत्यस्मात् अकृत् सार्वधातुकयोर्दीर्घः इत्यस्मात् असार्वधातुके कुतः आगतम्? अकृत् असार्वधातुक अकृत् असार्वधातुक इति अस्ति खलु, अ इति अस्ति खलु, अकृत् सार्वधातुकयोः, तर्हि अ इत्यस्य अन्वयः सार्वधातुकः इत्यनेन सह अपि भवति. एवं वा? असार्वधातुके रिङ् ऋतः इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं. ऋतः अङ्गस्य रिङ् यि असार्वधातुके शयग्लिङ्षु सूत्रं द्विपदात्मकसूत्रमस्ति रिङ् शयग्लिङ्षु इति अत्र ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति कदा भवति यदि श इति प्रत्ययः परे भवति उत यक् इति प्रत्ययः परे भवति उत यकारादि आर्धधातुक लिङ् प्रत्ययः परे भवति चेत् त्रिषु अपि कण्डिशन्स् भवति चेत् रिङ् इति ऋकारान्तस्य अङ्गस्य रिङ् इति आदेशः भवति अत्र शयग्लिङ्षु इति कथं निष्पद्यते इत्यस्य विवरणम् अत्र दीयते शश्च यक् च लिङ् च तेषाम् इतरेतरद्वन्द्वः शयग्लिङ्गः इति तेषु लिङ्षु इति अस्ति अतः तेषु शयग्लिङ्षु इति सप्तम्यन्तं रूपं रिङ् इति प्रथमान्तं रिङ् प्रथमान्तं शयग्लिङ्षु सप्तम्यन्तम् इति द्विपदात्मकं सूत्रम् एतत् अयङ् यि निति इति इत्यस्मात् सूत्रात् यि इत्यस्य अनुवृत्तिः अपि च अकृत् सार्वधातुकयोर्दीर्घः इति इत्यस्मात् सूत्रात् असार्वधातुके इति परिणम्यते वा भगिनि अत्र कथं लब्धमिति ऊहं कर्तुं शक्नोति वा अकृत्सार्वधातुकयोर्दीर्घः इत्यस्मात् असार्वधातुके इति पदं कथं लब्धम् इति ऊहं कर्तुं शक्यते वा कोऽपि अकृत् सार्वधातुकयोर् विभक्तिः का योर् इति सप्तमी द्विवचनम् अस्ति अतः अकृत् अपि असार्वधातुकयोर् इति अर्थं वा सत्यं तत्र समासः कः नै न कृत् न सार्वधातुकयोर् इति अकृत् भवति वा न न समास न तत्तु अन्वयः अस्ति अकृत् सार्वधातुकपदं कति समासाः सन्ति अत्र अकृत् अकृत् सार्वधातुकयोः इति इतरेतरद्वन्द्वः इतरेतरद्वन्द्वः विग्रहः कः अकृत् च सार्वधातुक सार्वधातुक च तर्हि समासपदं किम् अकृत् सार्वधातुक तयोः अकृत् सार्वधातुकयो न अकृत् सार्वधातुकौ इति भवति सार्वधातुकम् इति खलु नपुंसकलिङ्गे ओ सत्यम् अकृत् सार्वधातुकम् अतः अकृत् सार्वधातुके इति भवति तयोः इति अकृत् सार्वधातुकयोः इति इदानीं द्विवचनं तथा कर्तुं शक्यते नो चेत् कृत् च सार्वधातुकं च कृत् सार्वधातुके इति द्वन्द्वः न कृत् सार्वधातुके अकृत् सार्वधातुके इति नै तत्पुरुषसमासः तर्हि इदानीम् अत्र अ इति तत् यः यत् यद् यः अकारः दृश्यते अ इति नै तत्पुरुषस्य तस्य द्वयोः पदयोः कृते हा तत्र नियमः कः ये जनाः अस्माकं समासवर्गे सन्ति ते वदन्तु नियमः कः प्रत्येकम् इति अस्ति द्वन्द्वादौ द्वन्द्वमध्ये द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमपि सम्पद्यते इति नियमः अस्ति. तर्हि अ इति पदं द्वन्द्वादौ श्रूयमाणं पदम् अतः प्रत्येकमपि सम्पद्यते इत्यनेन तत्र द्वन्द्वसमासे ये ये सदस्याः सन्ति प्रत्येकेन सह सम्बन्धः भवति इति कृत्वा अत्र अकृत् असार्वधातुकम् इति अस्ति अतः असार्वधातुके इत्यस्य अनुवृत्तिः. अस्तु अवगतं वा? अवगतम्. अस्तु तर्हि अत्र सूत्रं भवती उक्तवती वा समापितं वा भवत्या? समाप्तः. रिङ् ऋतः इत्यस्मात् ततः समापनीयं. रिङ् ऋतः इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः. किमर्थम् इत्येषाम्? एकस्य एव ओ एषा सार्वधातुके असार्वधातुके अनन्तरं ऋतः रिङ् इति भिन्नः रिङ् इति भिन्नः वा? रिङ् ऋतः इति सूत्रं भिन्नसूत्रं रिङ् ऋतः इति भिन्नसूत्रम्. अस्तु अस्तु. रिङ् ऋतः इत्यस्मात् ऋतः इति यि असार्वधातुके अपि ऋतः इत्येतेषाम् अनुवृत्तिः भवति. अङ्गस्य अधिकारः अस्ति. अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य रिङ् यि असार्वधातुके शयलिङ्षु इति. अतः किं भवति? ऋकारान्त अङ्गः अङ्गं भवति चेत् तस्मात् परे यदि श प्रत्ययः वा यक् प्रत्ययः वा यकारादि आर्धधातुक लिङ् प्रत्ययः वा भवति चेत् ऋकारान्तस्य अङ्गस्य रिङ् इति अन्तादेशः भवति. रिङ् इति कथम् अन्तादेशः लब्धः? रिङ् इति ङकारः अन्ते अस्ति अतः निच्च इति परिभाषया अन्तादेशः भवति. क्रमेण वदतु तत्र किं भवितुम् अर्हति? ऋकारान्तस्य अङ्गस्य तत्र केवलं ऋकारः अपि भवितुमर्हति वा भगिनि? केवलं ऋकारः वा न भवति? ऋकारान्तस्य अङ्गस्य एव तत्र येन न केवलं ऋकारान्तस्य अङ्गस्य इति नास्ति. केवलं ऋकारः अस्ति चेत् अपि भवितुमर्हति. केवलं ऋकारः अस्ति चेत् ऋकारस्य स्थाने रिङ् इति आदेशः भवति. ऋकारान्तस्य अङ्गस्य रिङ् आदेशः कथं भवति इति प्रश्नः उदेति. कुत्र भवति इति तदा निच्च इत्यनेन अन्त्यस्य तत्तु उक्तं परन्तु निच्च इत्यस्मात् पूर्वं किं भवितुम् अर्हति? ओ एवं वा. तत्र औत्सर्गिक अल् येन विधि किं किम् अल् तत् सूत्रं मनसि न आयाति भगिनि? अलोन्त्यस्य अलोन्त्यस्य अलोन्त्यस्य इति सूत्रेण अन्त्य ऋकारस्य स्थाने आदेशः भवति. परन्तु यदि आदेशः अल् नास्ति केवलम् अल् अस्ति चेत् औत्सर्गिकसूत्रस्य प्रसक्तिर्भवति. परन्तु यदि आदेशे अनेके अल् वर्णाः भवन्ति तदा षित् किम् अनेकाल् षित् सर्वस्य इति परिभाषासूत्रम् अपवादरूपेण आयाति, परन्तु अत्र नकारः अन्ते आदेशस्य अन्ते अस्ति इति विशेषसूत्रं परिभाषासूत्रमस्ति निच्च इति, अतः अन्तादेशः भवति सर्वस्य स्थाने. सर्वस्य स्थाने नास्ति अन्तादेशः, अन्तादेशः खलु. आम्, सर्वस्य स्थाने न भवति, अन्तादेशः भवति. समीचीनं भगिनि. तर्हि अत्र अत्र इति किमर्थम्, इ इति किमर्थमिति वा? तदेव इदानीं चिन्तयामः, तदेव अहं वक्तुम् आरब्धवती. इदानीं तत्र नास्ति आमां पश्यामः. तत्र अत्र अत्र पश्यन्तु, रिङ्क्षय ग्लिङ्क्षु इति सूत्रमस्ति. तत्र शयक् लिङ्क्षु इति अस्ति. श इत्यनेन कस्य ग्रहणम्? तुदादिगणस्य विकरणप्रत्ययस्य ग्रहणं. यक् इत्यनेन कस्य ग्रहणम्? यक् कर्मणि यक् प्रत्ययस्य इत्यस्य ग्रहणम्. अतः इदानीं म्रियते लट्लकार कर्मणि लट् अपि समानरूपाणि. सत्यं सत्यं. तदनन्तरं तत्र लिङ्ग् लिङ्क्षु इति उक्तत्वात् लिङ्ग् लकारस्य अपि ग्रहणं. तर्हि लिङ्ग् लकारे कति भेदाः सन्ति? आशीर्लिङ्ग् इति द्वयोः अपि ग्रहणम् अस्ति. तर्हि इदानीम् अत्र असार्वधातुके इति अस्य अनुवृत्तिः अस्ति. असार्वधातुके इत्यस्य अनुवृत्तिः अस्ति. असार्वधातुके इति उक्तत्वात् अत्र असार्वधातुके इति कस्य विशेषणम् अस्ति? कस्य विशेषणं? लिङ्ग् इत्यस्य लिङ्ग्. अतः विधिलिङ्ग् विधिलिङ्ग् रूपं न ग्रहीतुं शक्नुमः. विधिलिङ्ग् ग्रहीतुं न शक्नुमः. तत्रापि विधिलिङ्ग् आशीर्लिङ्ग् लकारस्य एव ग्रहणम्. अत्र आशीर्लिङ्ग् लकारे अत्र इ इत्यस्य अनुवृत्तिः अपि स्वीकृतः, अनुवृत्तिः स्वीकृता अस्ति. इ असार्वधातुके लिङ्ग् इति उक्तं. तत्र इ इत्यस्य इति कस्य विशेषणं भवितुमर्हति? असार्वधातुके न इ इति केवलम् असार्वधातुके इत्यस्य अनुवृत्तिः वा? लिङ्ग् इत्यस्य विशेषणम् इ असार्वधातुके लिङ्ग् इत्यस्य विशेषणं सत्यं. लिङ्ग् इत्यस्य लिङ्ग् इत्युक्ते किं? तत्र लिङ्गु खलु लिङ्गितिनेन किं तत्र किं विवक्षितम्? लकारः लिङ्ग् लकारः अपि प्रत्ययः. तर्हि तत्र लिङ्ग् प्रत्ययः परः अस्ति चेत् कीदृशलिङ्ग् प्रत्ययः? असार्वधातुके इत्यनेन तत्र आर्धधातुकलिङ्ग् प्रत्ययः. लिङ्ग् प्रत्ययस्य आर्धधातुकत्वं कथं लभ्यते? तत्र विशेषणम् अस्ति खलु आर्धधातुके लिङ्ग्. तत्र आर्ध लिङ्ग् लकारस्य आर्धधातुकत्वं कथं लभ्यते? आर्धधातुकं शेषः उषा भगिनी वदतु. लिङ्गासिः इति सूत्रेण भगिनि आर्धधातुकं आर्धधातुकं भवति इत्युक्ते लिङ्लकारस्य स्थाने ये तिङ् प्रत्ययः ये तिङ् प्रत्ययाः आयान्ति ते प्रत्ययाः तु वस्तुतः सार्वधातुकप्रत्ययाः खलु तिङ्क्षित् सार्वधातुकम् इति सर्वे तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः अतः लिङ्लकारे अपि तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः एव स्युः परन्तु अत्र लिङ्गाशिषि इति अपवादसूत्रेण लिङ्लकारे सर्वे तिङ् प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति अतः अत्र सार्वधातुके इत्यनेन तत्र असार्वधातुके इत्यनेन आर्धधातुकत्वं स्वीक्रियते अतः आशीर्लिङ्लकारे यत्र लिङ्लकारस्य प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति तादृशस्य ग्रहणम् अतः पुनः तत्रापि विशेषः कः इति चेत् न केवलम् आर्धधातुकप्रत्ययः परन्तु अत्र ई इति यदा वदामः तदानीं यकारादिः यकारादि आर्धधातुकप्रत्ययः स्यात् भगिनि किमर्थम् आर्धधातुके एव केवलं न उक्तं किमर्थम् असार्वधातुके इति उक्तम् यतोहि पूर्वस्मसूत्र तदेव अनुवृत्तिः भवितुमर्हति खलु नो चेत् सूत्रे एव आर्धधातुके इति वक्तव्यं भवति तस्य आवश्यकता नास्ति पूर्वसूत्रे असार्वधातुके इति पदम् अस्ति तदत्र अनुवृत्तिरूपेण आगन्तुं शक्नोति इति कृत्वा अत्र सूत्रेण उक्तम् यतोहि एतस्मात् पूर्वसूत्रमस्ति खलु अकृत् सार्वधातुकयोर्दीर्घः इति सूत्रम् तत्रापि किमर्थं पूर्वसूत्रे किमर्थम् असार्वधातुके इति वा तत्र तु विशेषः अस्ति तत्र अकृत् सार्वधातुकयोर्दीर्घः इति सूत्रस्य कार्यं केवलम् आर्धधातुके एव भवेत् इति कृत्वा असार्वधातुके इति उक्तं सार्वधातुकप्रकरणे तस्य कार्यं न स्यात् इति कृत्वा नो चेत् दिवादिभ्यः ष्यन् इत्यत्र ष्यन् प्रत्ययः यकारादिप्रत्ययः अस्ति तत्र तु अकृत् सार्वधातुकयोर्दीर्घः इत्यस्य कार्यं नास्ति खलु तस्य कार्यं यत्र प्रत्ययः कृत् संज्ञकः नास्ति सार्वधातुकसंज्ञकः नास्ति तत्रैव भवति नो चेत् अकृत् आर्धधातुक इति पदद्वयं भवेत् किम् अकृत् आर्धधातुकः इति न भवितुम् अर्हति खलु अकृत् अ इति पदस्य अनुवृत्तिः आर्धधातुकः इति पदेन सह अपि भवति खलु अतः उक्तवती पदद्वयं समासेन भवितुं शक्नोति खलु अकृत् आर्धधातुक तत्र तत्र लाघवं नास्ति लाघवं नास्ति तत्र अतः तथा नास्ति सूत्रं तु अकृत् सार्वधातुकयोर् इत्येव अस्ति आर्धधातुकयो इति पदं स्थापयामः चेत् तत्र लाघवं नास्ति अतः अत्र अस्मिन् सूत्रे असार्वधातुके इति पदस्य अनुवृत्तिः अस्ति अपि च अत्र अस्मिन् सूत्रे ई इति उक्तम् इति सप्तम्यन्तं पदम् इत्यत्र यकारः कुत्र भवेत् तस्मिन् इति निर्दिष्टे पूर्वस्य आदि प्रत्ययस्य आदौ अल् वर्णः अल् ग्रहणं जानीमः परिभाषासूत्रमस्ति खलु यस्मिन् विधि तदादौ अल् ग्रहणे इति परिभाषया तत्र कार्यं भवति तत्र इदानीम् अग्रे गच्छामः तत्र वस्तुतः केवलम् अग्रिमपरिच्छेदम् एकवारं पठित्वा पूर्वम् उपरि यदुक्तं तत् पश्यामः यस्मिन् विधि तदादौ अल् ग्रहणे उषा भगिनी पठतु यस्मिन् विधिः तदादौ अल् ग्रहणे इति परिभाषया इ नाम यकारादौ यस्य आदौ यकारः तस्मिन् परे इ असार्वधातुके च लिङ्गः विशेषणम् येन विधिस्तदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारान्तस्य ऋकारस्य अङ्गस्य ऋकारस्य इत्यङ्गस्य अपि तु ऋकारान्तस्य अङ्गस्य रिङ् ञित् अतः अलोन्तस्य इत्यस्य बाधकसूत्रम् अनेकाल्चित् सर्वस्य रिङ्गितः रिङ्ञित् अतः अलोन्तस्य इत्यस्य बाधकसूत्रम् अनेकाल्चित् सर्वस्य तत्प्रबाद्य ङिच्च इति सूत्रेण आदेशः ङिच्चेत् तर्हि अनेकाल्चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः ओके अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य रिङ् इ यकार इ असार्वधातुके शयग् लिङ्क्षु इति दत्तम् अत्र इकारः इति यकारादौ प्रत्यये परे इति यस्मिन् विधिस्तदादौ अल् ग्रहणे इति परिभाषया परिभाषया भवति परिभाषा नास्ति चेत् किं भवति परिभाषा नास्ति चेत् यकारादौ इति न भवितुम् अर्हति यकारः परः अस्ति चेत् एव यकारादौ य इत्यस्य कृते बहु यकारादौ चेत् बहूनि प्रत्ययाः भवितुम् अर्हति वेरस् यकार इ इति कृते यकारः एव स्वीकर्तुं भवति कथं जानीमः यकारस्य एव ग्रहणम् इ इत्यनेन केवलं यकारस्य ग्रहणम् इति कथं जानीमः सप्तमी विभक्ति भगिनी सप्तमी विभक्ति चेत् कार्यं न परन्तु सप्तमी विभक्ति भवतु परन्तु अत्र अस्माकं प्रत्ययः अस्ति खलु प्रत्यये एकः एव वर्णः भवेत् इति नियमः नास्ति खलु अतः य इति परः अस्ति इति तथा कथं जानीमः प्रत्यये एकः एव वर्णः अस्ति चेत् अस्तु यथा भवती वदति तथा परन्तु प्रत्यये वर्णद्वयम् अस्ति चेत् यकारादौ इति नास्ति चेत् कुत्र भवेत् यकारः यकारादौ नास्ति चेत् प्रत्ययः कुत्र भवेत् यकारादौ नास्ति चेत् प्रत्ययः स्टिल् परः भगिनि इदानीं चिन्तयतु कश्चन प्रत्ययः अस्ति आदिमवर्णः अस्ति ककारः अनन्तरम् अस्ति यकारः इति चिन्तयतु एवम् एवमेव हैपोथेटिकल् इदानीं तादृशमपि भवितुमर्हति अथवा वर्णत्रयम् अस्ति इति चिन्तयतु ककारः ईकारः ककारः अनन्तरं यकारः अनन्तरम् उकारः इति तादृशं चिन्तयतु अतः यकारः यत्र कुत्रापि भवितुम् अर्हति खलु ओके ओके आदि इति हौ डु ऐ नो कथं जानीमः अत्र परिभाषा नास्ति चेत् तत्र उत्सर्गः कः उत्सर्गः इ इति प्रत्ययः बट् येन विधिस्तदन्तस्य इत्यनेन येन विधिस्तदन्तस्य इत्यनेन विधिना यत् प्रत्ययः विधीयते तत् अन्तस्य इति उक्तम् इति स्यात् सम्यक् तर्हि येन विधिस्तदन्तस्य इत्यनेन यकारः अन्ते स्यात् प्रत्ययस्य अन्ते स्यात् परन्तु तस्य अपवादरूपेण अत्र यस्मिन् विधि सदादौ ग्रहणे इति इत्यनेन परिभाषया यस्मिन् विधिः सप्तमी विधीयते चेत् विधिना सप्तमी विधीयते चेत् सप्तमी प्रत्ययः सप्तमी अन्तप्रत्ययः विधीय सूत्रे उक्तत्वात् तत् आदौ अल् ग्रहणे तत् प्रत्ययस्य प्रत्ययः आदिमवर्णः इति उक्तम् समीचीनम् अतः यत्र यत्र सप्तम्यन्तं पदम् अस्ति यत्र अल्वर्णः अस्ति सप्तम्यन्तं सप्तमविभक्तौ अल्वर्णस्य आकारः दृश्यते तत्र सर्वत्र यस्मिन् विधि सदादौ अल्ग्रहणे इत्यस्य कार्यं भविष्यति भविष्यति आं भगिनि. सो यस् इकारः इति अनुवृत्तिः भवति. इकारः इति यकार न य एव यकारादौ प्रत्ययः परः अस्ति चेत् इति अर्थः भवति. इ असार्वधातुके इति उक्तम्. इ असार्वधातुके इति लिङ्गः इत्यस्य विशेषणम् अत्र आर्धधातुक आशीर्लिङ्ग आशीर्लिङ्ग् विधीयते. आशीर्लिङ्ग् प्रत्ययस्य कृते इति अर्थं. येन विधिस्तदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारस्य इति अङ्गस्य अपि तु ऋकारान्तस्य अङ्गस्य. येन विधिः तदन्तस्य इति परिभाषासूत्रया सूत्रस्य सूत्रेण ऋतः अङ्गस्य इति भवति. ऋतः अङ्गस्य ऋतः इति षष्टिविभक्तिः अङ्गस्य इत्यस्य विशेषणं. ऋतान् ऋतः ऋकारान्तस्य अङ्गस्य इति भवति येन विधिस्तदन्तस्य इत्यनेन. विधिना यत् प्रत्ययः विधीयते येन विधिः तत् अन्तस्य. अत्र ऋतः अङ्गस्य इत्यस्य न कोऽपि न ऋतः इति अङ्गस्य यत्र यत्र कृते ऋकारान्तस्य अङ्गस्य इति अर्थं भवति. रिङ्ग् ङित् भवति. रिङ्ग् इति आदेशः ऋकारान्तस्य ऋतः अङ्गस्य रिङ्ग् आदेशः भवति. आदेशस्य कृते सर्वसामान्य सूत्रम् अलोन्तस्य अलोन्त्यस्य इत्यनेन अन्तिम अल्वर्णः. रिङ्ग् इति अनेकाल् अनेक अल् अस्ति. अनेकाचित् सर्वस्य इत्यस्य प्रसक्तिः भवति. रिङ्ग् इति ङित् भवति अनेकाचित् सर्वस्य प्रबाद्य. ङिच् इति अपवादसूत्रं भवति अनेकाचित् सर्वस्य कृते. ङित् इत्यनेन अन्तिम अल्वर्णस्य स्थाने एव आदेशः भवति. ङित् चेत् तर्हि अनेकाल् चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः आं भवति. आं भगिनि ऋतः अङ्गस्य रिङ्ग् इ असार्वधातुके शयग् लिङ्क्षु. धन्यवादः. समीचीनं, बहु समीचीनम् इति अस्ति तत्र परिभाषासूत्रस्य परिभाषायाः विवरणं दत्तमस्ति. सूत्रे इ इति सप्तम्यन्तपदस्य कुत्र अन्वयः, तत्र कुत्र कार्यं कुत्र भवेत्, तर्हि यकारादिः इत्यर्थः कथं लभ्यते इति चेत् यस्मिन् विधिस्त यस्मिन् विधिस्तदादौ तदादौ अल् ग्रहणे इति परिभाषया लभ्यते. यदि इयं परिभाषा नास्ति चेत् तर्हि तत्र अस्माकम् उत्सर्गसूत्रम् उत्सर्गपरिभाषासूत्रमस्ति येन विधिस्तदन्तस्य. यतोहि ई अपि च लिङ्ग् अनयोः विशेषणविशेष्यभावः अस्ति इति कृत्वा तत्र येन विधिस्तदन्तस्य इत्यनेन यकारान्तप्रत्ययः इति अर्थः लभ्यते. परन्तु यकारान्तः प्रत्ययः अत्र न इष्यते, परन्तु यकारादिः इष्यते इति कृत्वा तत्र परिभाषा अस्ति. परिभाषायाः सहायेन यकारादि आर्धधातुकलिङ्प्रत्ययः इति अर्थः लभ्यते. परिभाषा पाणिनिना न दत्तं वा भगिनि? परिभाषा पाणिनिना न दत्तं, न दत्ता, सङ्ख्या नास्ति खलु? एतत्तु परिभाषेन्द्रशेखरग्रन्थे स्थापितः अस्ति. तत्र सूत्रं नास्ति, सूत्रं नास्ति. अस्तु, तत्र अग्रिमपरिभाषासूत्रमस्ति. परन्तु सूत्रस्य अर्थः सूत्रे अस्ति. परिभाषा पाणिनि महर्षिणां मनसि आसीत्, परन्तु न लिखितम् इति भावयामि. यि इति सूत्रे दत्तमस्ति, परन्तु यि इति किमर्थं तेन उक्तम् इति न लिखितम् अस्ति. तत्कारणं परिभाषासूत्रम् न सर्वत्र कुत्रापि न लिख्यते खलु यत्र येन विधिसिद्धन्तस्य इत्यस्य कार्यं तत्रापि श्नु अचिष्णु धातु ब्रुवाम् इत्यत्र श्नु इति उक्तं तत्रापि न लिखितं खलु स्पष्टतया न लिखितं तत्र श्नु यस्य अन्ते अस्ति इति तादृशं किमपि न लिखितं तदर्थमेव परिभाषायाः आवश्यकता खलु यत्र नियमः नास्ति अनियमे नियमकारिणी परिभाषा खलु यत्र नियमः नास्ति तत्र परिभाषायाः आवश्यकता अस्ति अत्र तु येन विधिसदन्तस्य अत्र सूत्रे तु नियमः नास्ति कुत्र यकारः भवेत् इति नियमः नास्ति विशेषणविशेषभावः अस्ति चेत् तत्र किम् अभेदसम्बन्धः अतः प्रत्ययः एव यकारः भवेत् इति तादृश अर्थः लभ्यते परन्तु तथा न इष्यते इति कृत्वा येन विधिसदन्तस्य इति उत्सर्गम् आयाति तत्र बाध्य अत्र परिभाषायाः आवश्यकता स्पष्टप्रतिपत्त्यर्थम् अस्तु अत्रापि अवयवः अवयवीसम्बन्धः अस्ति खलु यि सार्वधातुके इति सारि विशेषणविशेष्यसम्बन्धः अस्ति विशेषविशेषसम्बन्धः तु अस्ति एव तदर्थमेव येन विधिसदन्तस्य इति आयाति सत्यं लि असारुधातुके लिङ् इति अत्र विशेषणविशेषभावः तु अस्ति तदर्थं येन विधिसदन्तस्य इति आयाति परन्तु अन्तादेशः न इष्यते इति कृत्वा अत्र परिभाषायाः आवश्यकता अस्तु अस्तु मीना भगिनी अग्रे येन विधिस्तदन्तस्य तत्र भगिनि पठामि वा आं पठतु येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति स्वस्यापि भवति सो अन्ते यस्य सः तदन्तः तस्य तदन्तस्य बहुव्रीहि विधीयते इति विधिः येन तृतीयान्तं विधिः प्रथमान्तं तदन्तस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रं स्वं रूपं शब्दस्य शब्दस्याशब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः स्वस्य रूपस्य अनुवृत्तिः सहितसूत्रम् अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य च परिभाषासूत्रम् तत्र येन विधिस्तदन्तस्य इति सूत्रस्य विवरणमस्ति यत्र विधिः कोऽपि विधिः अस्ति चेत् तस्य अन्तिम तद् अन्तस्य अङ्गस्य किल अङ्गस्य तदा विधिः तदा अन्तस्य वर्णः यस्य अस्ति चेत् अपि च स्वस्य रूपमेव अस्ति चेत् उदाहरणं गुणमेव गुण इति एव अहं जानामि तत् यत्र अन्तिम उदाहरणं भूयोगः शप्योगः अस्ति चेत् किमर्थं न किमर्थम् उदाहरणं गुणः एव अहं जानामि इति किमर्थं वदति इदानीमेव अस्माभिः दृष्टं खलु रिङ्क्षय ग्लिङ्क्षु रिङ्क्षय आम् लिङ्क्षय लिङ्क्षु अत्र यत्र विधिः उदाहरणं तत्र किम् अस्ति भगिनि उदाहरणं तत्र नास्ति तत्र नास्ति अत्र उक्तं खलु अग्रिमपरिच्छेदे येन विधिसदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारस्य इति अङ्गस्य अपि तु ऋकारान्तस्य अङ्गस्य इति उक्तं खलु ऋतः अङ्गस्य रिङ् इ असावधातुके रिङ् शेङ्लिक्षु अत्र ऋकारः अन्तिमवर्णः अस्ति चेत् अथवा ऋकारान्तस्य अङ्गस्य इति चेत् स्वस्य अपि च तद् अन्तस्य रूपस्य ये विधिः अस्ति चेत् तदेव स्वीकरणीयं स्वस्य अपि च तदन्तस्य अपि स्वीकरणीयम् इति अर्थः इति अस्ति तत्र स्वं रूपं एक ऋकारः एव इति ऋकारः एव रूपम् अपि च ऋकारान्तरूपम् अस्ति चेदपि स्वीकरणीयम् इति येन विधिस्तदन्तस्य इति परिभाषासूत्रं वदति अनुवृत्तिसहितसूत्रं यत्र यत्र विषय येन विधिः तद् अन्तस्य इति षष्ट्यन्त षष्ट्यन्तमस्ति चेत् षष्टिरूपेण भवति चेत् तस्य तदन्तस्य अपि च स्वस्य एव अत्र ऋकार अपि च ऋकारान्तस्य रूपस्य विधिः तत्रैव भवति इति परिभाषासूत्रं वदति किमपि वक्तुं सम्यक् सम्यक् सम्यक् इदं तु नूतनं नास्ति सूत्रं येन विधिस्तदन्तस्य इति वारं वारम् अस्माभिः चर्चितम् इत्युक्ते यत्र यत्र अस्माकं विधायकसूत्रेषु विशेषणविशेषभावः दृश्यते तत्र सर्वत्र येन विधिस्तदन्तस्य इति सूत्रस्य कार्यं भवितुम् अर्हति इत्युक्ते यत्र विशेषणविशेषभावः अस्ति तत्र तु सामान्यतया अभेदसम्बन्धः खलु सुन्दरः बालकः इति वदामः चेत् द्वयोः अभेदसम्बन्धः अस्ति तर्हि तत्र सुन्दरः एव बालकः एवमेव ऋतः अङ्गस्य इति वदामः चेत् केवलं ऋकारः इति अङ्गं परन्तु तथा कुर्मः चेत् तत्र कार्यक्षेत्रं बहु लघु भवति अत्र इतोपि विस्तृतः भवेत् कार्यक्षेत्रं विस्तृतं भवेत् कार्यक्षेत्रम् इति कृत्वा तदन्तविधिः अपि स्वीक्रियते तर्हि ऋत अङ्गस्य इत्युक्ते न केवलं ऋ इति अङ्गं परन्तु तादृश अङ्गं यस्य अन्ते ऋकारः अस्ति तस्यापि ग्रहणम् अनेन इदानीं कार्यक्षेत्रं बहु बृहत् जातम् इत्युक्ते यत्र यत्र अन्ते ऋकारः अस्ति तस्यापि ग्रहणं भवति चेत् बृहद् भवति अतः अत्र अस्य कार्यं बहुत्र दृश्यते सर्वसामान्यमस्ति इयं परिभाषा अस्तु तदनन्तरं तत्र निच्च इति एकं सूत्रमस्ति तद् तत्र का पठति पमेला भगिनी पठतु आं महोदय भगिनी अत्र ऋत तपरकरणं खलु ऋत इति पूर्वस्मात् सूत्रात् तदैव आयाति तपरकरणमेव अतः केवलं ह्रस्वऋकारस्य एव ग्रहणम् निच्च निप् आदेशः अनेकाल्चेदपि अन्तस्य एव स्थाने भवति इदं सूत्रम् अनेकाल्चित् सर्वस्य इति सूत्रस्य अपवादः अनेकाल्चित् सर्वस्य तु अलोन्तस्य इत्यस्य अपवादः ण्यकार इत् यस्य सः नित् बहुव्रीः नित् प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम् अलोन्तस्य इत्यस्मात् अलः अन्तस्य इत्यनयोः अनुवृत्तिः स्थानेऽन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिः सहितसूत्रं नित् च अन्तस्य अलः स्थाने अग्रे पठामि वा अथवा तावत् उक्त्वा तावद् वदतु भगिनि आम् तत्र निच्च इत्यस्य विवरणं वयं पूर्वमेव दृष्टवन्तः तत्र यत्र नित् आदेश अनेकाल नित् आदेश यत् तत्र भवति यत्र ओ क्षम्यतां यत्र अनेकाल आदेश भवति अपि च तत्र नित् आदेश अस्ति तत्र आदेश अन्तस्य एव भवति इति वदति तर्हि अस्माकं वयं अन्यत् सूत्रं दृष्टवन्तः अनेकाल्षित् सर्वस्य यत् आदेश अनेकाल् अस्ति तत् सर्वस्य स्थाने एव आदेशः भवति. इत्यस्य अपवाद निच्च इति सूत्रम् अस्ति. अपि च अनेकाश्चित् सर्वस्य औत्सर्गिकसूत्र अलोन्त्यस्य इत्यस्य अपवादः अस्ति. अलोन्त्यस्य सूत्रम् अत्र एव कार्यं करोति. अत्र आदेशे एक एव वर्ण भवेत्. अपि च तत्र नकार इत्यस्य सह नित् इति बहुव्रीहि अस्ति. नित् प्रथमान्तम् अपि च अव्ययप्रदम् इति द्विपदम् इदं सूत्रम् अस्ति. अलोन्त्यस्य इत्यस्मात् अलः अन्त्यस्य इत्यस्य अनुवृत्तिः अस्ति. अपि च स्थाने अन्तर्वतमः इत्यस्य इत्यस्मात् स्थाने इति अनुवृत्तिः अस्ति. अतः अत्र अनुवृत्तिसहितसूत्रे सूत्रमस्ति नित् च अन्त्यस्य अलः स्थाने. तर्हि अन्तस्य स्थाने अलः स्थाने एव आदेशः भवति. यत्र अनेकाल आदेशः अस्ति इति इत्यस्य सम्यक् सूत्रे तु अनेकाल इति न उक्तं. सूत्रे इच्छ इति सूत्रस्य कार्यार्थम् अनेकाल् भवेत् इति न उक्तम्. किन्तु वयं पश्यामः चेत् अष्टाध्यायं यत्र यत्र निश्च इत्यस्य कार्यं भवति सर्वत्र अनेकाल् एव अस्ति आदेशः. अतः आदेशः अनेकाल् चेदपि नित् अस्ति चेत् अन्त्यस्य एव स्थाने आदेशः भवति इति वयम् अवगन्तुं शक्नुमः. इदमपि परिचितं सूत्रं, नूतनं किमपि नास्ति. इदानीं तत्र पूर्वं मृदुधातोः विषये इदानीं तत्र प्रक्रिया अवगतं वा, प्रक्रिया अवगता वा इत्युक्ते तत्र मृयोगः शयोगः ति इति स्थितौ तत्र शुभदा भगिनी प्रतिपादयतु किं भवति. अहं भगिनी प्रयत्नं करोमि. ऋ इति ह्रस्वऋकारान्तधातुः तत्र मृ सोरि क्षम्यता मृ इति धातुः तुदादिगणीयधातुः श इति विकरणप्रत्ययः आयाति. मृ योगः श योगः ति षकारस्य अनुबन्धलोपे अकारः अवशिष्यते. तत्र मृयोगः शकारात् अकारः अवशिष्यते. अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः अस्ति. परन्तु अ इति अपित् अस्ति, अतः सार्वधातुकमपित् इत्यनेन ङित्वत् व्यवहरति. ततः ङिति च इत्यनेन गुणनिषेधः अपि भवति. अतः तत्र किमपि गुण अथवा किमपि न भवति. तदा रिङ् शयग्लिङ्क्षु इति सूत्रं कार्यं करोति. तत्र अनेन सूत्रेण मृ इत्यस्य अन्तिमऋकारस्य स्थाने रिङ् इति आदेशः भवति. अतः मकारः तदनन्तरं रिङ् इति आदेशः. रिङ् इति ङित् आदेशः अस्ति. अतः अनेकाल् भवति, यद्यपि अनेकाल् भवति तर्हि तथापि ङिच्च इति सूत्रेण अन्तिमवर्णस्य स्थाने आयाति. अतः रिङ् इति मृ इत्यस्य ऋकारस्य स्थाने रिङ् इति आयाति. ङकारस्य संज्ञा भवति अतः रि एव अवशिष्यते. मकारः रि योगः शकारस्य इत्यस्मात् अ योगः ते. अत्र मृ अ ते इति भवति. मृ इति अधुना इकारान्तधातुः. मृ अ इति स्थितौ पुनः अत्र सार्वधातुकमपि किङिति च इत्यनेन तत्र गुणस्य निषेधः भवति. अतः अचिष्णुधातु ब्रुवां युवर्यङ् वङौ कार्यं करोति. इयङ् आदेशः भवति मृ इत्यस्य अन्तिम इकारस्य स्थाने. पुनः ङिच्च इत्यस्य प्रसङ्गः अतः इकारस्य स्थाने इयङ् आदेशः इयङ् इत्यस्मात् ङकारः अपगच्छति इय इति एव अवशिष्यते मृ योगः इय म्रिय इति भवति म्रिय योगः अयोगः ते अत्र प्रकृतिप्रत्ययमेलनं भूत्वा म्रियते इति अन्तिमं रूपं सिद्ध्यति सम्यक् अत्र समीचीनं तत्र लक्ष्मीभगिनी क्षम्यतां तत्र एकालेव परन्तु तत्र चङ् इति प्रत्ययस्य विधानं खलु चङ् इति आदेशः चङ् इति आदेशः भवति तत्र चिलिप्रत्ययस्य स्थाने चङ् आदेशः भवति खलु तर्हि तत्र चङ् इति आदेशः कस्यचित् स्थाने भवति तत्र चिलि इति प्रत्ययस्य स्थाने भवति तर्हि तत्र किं वक्तुमिच्छति चिलि इति प्रत्ययस्य अन्तादेशः सम्पूर्णाङ्गस्य एव भवति न तु अन्तादेशः इति यतोहि तत्र तत्र तत्र नित्वस्य अन्तादेशः इति प्रयोजनं नास्ति तत्र अन्तादेशः इति प्रयोजनं नास्ति तत्र तर्हि सर्वस्य तत्र नित्वस्य केवलम् अन्तादेशः इति प्रयोजनं नास्ति तत्र इति कृत्वा सर्वादेशः भवति तत्र अनेकाल् नास्ति इति कारणेन एव इति वक्तुं शक्यते खलु अत्र अनेकाल् नास्ति इति कारणेन इति अपि वक्तुं शक्यते परन्तु प्रयोजनमपि नास्ति इति प्रयोजनमपि नास्ति समीचीनम् अतः यत्र यत्र प्राप्तिः भवति तत्र सर्वत्र निच्च इत्यस्य प्राप्तिः यत्र भवति सर्वत्र अनेकाल् अस्ति चेदेव भवति सत्यम् अस्तु इदानीं म्रियते इति रूपं कथं लब्धम् इति अवगतं चेत् तत्र शोभाभगिनी अग्रे अत्र एकः प्रश्नः उदेति इति आरभ्य आं भगिनि अत्र एकः प्रश्नः उदेति यदा ऋङ्गादेशः विहितः तदा म्रि इति रूपम् अस्यां स्थित्यां धातुसंज्ञा नास्ति किल तर्हि अचिष्णुधातुभ्रुवां योर्यङ्गुवङ्गौ इत्यस्य प्रसक्तिः कथम् आदेश अग्रे आदेशस्य योजनेन आगमस्य योजनेन च धातुः धातुरेव तिष्ठति स्वस्य धातुसंज्ञा तिष्ठति मृ इति मृ इत्यस्य विकारेण मृ तदानीं धातुः तस्य धातुसंज्ञा तदानीम् अस्ति यतः रि इति आदेशः अनन्तरम् इयङ् इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते मृये अयमपि धातुः परन्तु एकवारं यदा विकरणप्रत्ययः संयोजितः तदा धातुसंज्ञा न तिष्ठति म्रि योगः आ म्रिया शा इति विकरणप्रत्ययः तस्य पृथक् प्रत्ययसंज्ञा अस्ति अतः तस्य संयोजनेन म्रिया इति अधुना धातुः नास्ति अस्यां दशायां धातुसंज्ञा न तिष्ठति अधुना अङ्गसंज्ञा एव वर्तते तर्हि तत्र प्रक्रियां मृ इति धातोः यदा म्रि इति रूपं भवति तदा ऋङ् आदेशेन म्रि इति रूपं सिद्धं भवति तदा तस्य धातुसंज्ञा कथं तिष्ठति इति तत्र अधुना तेन सह आदेशस्य योजनं भूत्वा तत्र रूपं विकाररूपं पश्यामः तर्हि तत्र तथा भवति चेत् तत्र धातुसंज्ञा नास्ति चेत् अचिश्रुधातुभ्रुवां योर् इयङ् वङ्गौ इत्यस्य प्रसक्तिः कथं यतोहि तत्र तस्मिन् सूत्रे धातोः इ इति रूपं भवेत् धातुरूपी अङ्गं भवेत् यत्र धातोः इकारः उकारः वा भवेत् इति नियमः अस्ति इत्यस्मात् तत्र धातुः भूत्वा न तिष्ठति चेत् तस्य कार्यं न भवति एव तत्र उत्तरमस्ति, आदेशाः आगमः यदा आगच्छन्ति तेन धातोः मेलनं भवति, अपि च तेन यत् रूपं सिद्ध्यति तत्रापि धातुसंज्ञा तिष्ठति एव, यतोहि तत्र अग्रे दत्तं विकरणप्रत्ययः भवति चेत् तदा अयं नियमः न अन्वयति इति. यतोहि तत्र आदेश आगम इत्यस्य प्रत्यया इति पृथक् संज्ञा नास्ति, अतः धातोः धातुना सह मिलित्वा धातुः एव स्थित्वा तिष्ठन्ति एते आदेशाः आगमः इति तत्र उक्तम्. अतः तत्र रि इति आदेशः भवति चेत् अनन्तरं इयङ् अस्तु, तत्र रि इति आदेशः भवति चेत् अनन्तरम् इयङ् इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते. तत्र इयङ् इत्यस्य यकारः एव तिष्ठति, अपि च तत्र मृ इत्यस्य मृ इति प्रथमं तु मृ इति धातु, मृ इत्यनेन मृ भवति चेदपि धातु एव तिष्ठति. तदनन्तरम् इयङ् इत्यस्य आदेशस्य योजनेन मृ इति भवति चेदपि धातुः एव तिष्ठति, किन्तु एकवारं विकरणप्रत्ययः आगच्छति चेत् तदा अङ्गं भवति न तु धातुः इति तत्र दत्तं भगिनि. हा समीचीनं भगिनि, किमर्थमत्र धातुसंज्ञा अपेक्षिता? तत्र अचिष्णु धातु भ्रुवां योर् योर् इयङ्गुवङ्गौ इति सूत्रस्य प्रसक्तिः भवेत् इति विवक्षा अस्ति चेत् तर्हि तत्र धातुः एव धातुरूपी अङ्गस्य इकारस्य उकारस्य स्थाने एव कार्यं भवति. सत्यम् इति अस्ति, सत्यं वा? हा समीचीनं समीचीनं. तर्हि तत्र मृ इत्यस्य धातुसंज्ञा कथम् अस्ति? तत्र धातोः इत्यनेन अस्ति वा? न धातुसंज्ञा दृष्टवती, तत्र सूत्रमस्ति धातोः कृते. एकं तु भूवादयः धातु इति, भूवादयो धातवः धातवः इति, तत्र सर्वेषां धातूनां धातुसंज्ञा भवति खलु? सत्यं सत्यं, समीचीनम्, उत्तमं. तत्र मृगु इति अस्य धातुसंज्ञा अस्ति, भूवादयो धातवः इत्यनेन धातुसंज्ञा अस्ति. तर्हि मृगयोगः श इति स्थितौ मृ इत्यस्य धातुसंज्ञा अस्ति, श इत्यस्य प्रत्ययसंज्ञा अस्ति, श इत्यस्य प्रत्ययसंज्ञा अस्ति इति कृत्वा तस्मात् पूर्वं मृ इति भागस्य अङ्गसंज्ञा अपि अस्ति. यदा रिङ् आदेशः भवति मृ इत्यस्य रिङ् आदेशः भवति मृ इति भवति, मृ इत्यस्य धातुसंज्ञा तदानीमपि अस्ति वा? रिङ् आदेशः भवति चेत् वा अस्ति. कथमस्ति तत्र मृ इति आदेशः? आदेशः एव, प्रत्ययः नास्ति तत्र, अतः तत्रापि भवति. आदेशानन्तरमपि भवति? आम्. इत्युक्ते तत्र तत्र कथं तत्र परिभाषा किमपि अस्ति वा? आदेश तत्र एकदेशविकृतम् अनन्यमत्वा भगिनि. सत्यम्. इत्युक्ते तत्र एकः पुरुषः अस्ति, इत्युक्ते एकः शुनकः अस्ति, तस्य पुच्छं नास्ति चेदपि तत्र शुनकत्वं तिष्ठति खलु. शुनकः एव खलु, पुच्छं नास्ति चेदपि शुनकः एव, अथवा तत्र शुनकस्य वस्त्रम् अस्ति इति चिन्तयतु, तदानीमपि सः शुनकः एव खलु. एवमेव तत्र तत्र किञ्चित् परिवर्तनम् अस्ति चेदपि बीजं तत्र वर्तते एव. एवमेव पुरुषः अस्ति, पुरुषस्य हस्तः नास्ति चेदपि सः पुरुषः एव. एवमेव अत्र मृ इति मृ इति जातः, किञ्चित् परिवर्तनं जातं, तथापि तत्र मूलबीजं तु अस्ति इति कृत्वा धातुत्वं तु अस्ति एव. मृ इत्यस्य धातुसंज्ञा अस्ति इति कृत्वा अचिष्णु धातु ब्रुवाम् इत्यस्य कार्यं भवति. अस्तु, तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनी. सुधादिगणे चत्वारः तदादिगणे चत्वारः ऋकारान्तधातवः मृङ् प्रणत्यागे म्रियते भवति पृङ् व्यायामे कार्ये निमग्नः भवति म्रियते म्रियते क्षम्यताम् दृङ् आधारे आधारं प्रकटयति द्रियते आदरं प्रकटयति द्रियते दृङ् अवस्थाने स्थितः भवति जीवितः भवति द्रियते चत्वारः धातवः सन्ति मृङ् पृङ् दृङ् दृङ् नकारः अस्ति चेत् स चत्वारः अपि आत्मनेपदी धातवः रूपाणि म्रियते प्रियते ध्रियते ध्रियते सर्वत्र किं जातम् प्रथमं रिङ्ग् आयाति ऋकारान्त अस्ति चेत् धातु इकारान्त भवति अचिष्णु धातु ब्रुवां वियोर्यङौ सूत्रेण धात्वान्ते इकारः अस्ति चेत् इ आदेशः भवति य योगः अ इय भवति य धातु इय योगः ते प्रथमं धातुः म्रियते भवति प्रथमं रिङ्क्षयग्लिङ्क्षु कार्यं करोति खलु प्रथमं रि आम् अनन्तरम् अनन्तरम् अचिष्णु धातु भ्रुवां वियोर्यङ्गौ वङ्गौ भवति तत्सूत्रेण रायि ई स्थाने इय भवति इय आदेश भवति तदनन्तरं कर्णप्रत्ययमेलनेन इय भवति समीचीनम् मरिष्यति इति अस्ति मरिष्यति आम् लिट्लकारे गुणः गुणः न भवति गुणः इत्युक्ते अत्र रिङ्क्षयग्लिङ्क्षु इति सूत्रे अत्र उक्तं खलु श प्रत्यये परे यक् प्रत्यये परे अपि च लिङ् लकारे एव भवति अन्यत्र सर्वत्र तु गुणः एव भवति अर्धधातुकप्रत्ययः अस्ति चेत् खलु हा सत्यम् अतः अत्र कस्य कार्यं नास्ति अस्तु अन्तिमपरिच्छेदं तत्र सुमन् भगिनी पठितुमिच्छति वा अस्तु तर्हि निजलक्ष्मी भगिनी पठतु क्षम्यतां भगिनि कुतः अन्तिमपरिच्छेदः आलीच इति सूत्रे एकनिमिषम् अस्तु तत्र हलि च इत्यनेन हलि परे रेफान्तानां वकार न अन्तिमपरिच्छेदे तत्रैव हलि च इति सूत्रे यथा तथैव मिच्छ इत्यस्य अनन्तरम् किमर्थं न प्राप्तुं शक्नोमि इदानीं यत्र वयं पठन्तः स्मः खलु तत्रैव अग्रे लिङ्क्षयग्लिङ्क्षु इति सूत्रम् अनन्तरं यस्मिन् विधि सदादौ अल्ग्रहणे येन विधि सदन्तस्य निच्च इत्यस्य अनन्तरम् आस्ट्रिक्स् इति अस्ति खलु तत्र प्रायः रिफ्रेश् करिष्यामि भगिनि मम करपत्रं प्रायः सम्यक् नास्ति एकनिमिषम् द्विबिन्दुपूर्वं भगिनि अस्तु तर्हि तत्र न प्राप्तं चेत् अन्य कोऽपि पठतु अहं पठामि भगिनि पठतु हलिच इति सूत्रे यथा क्षम्यताम् हलिच इति सूत्रे यथा तथैव अचिष्णु धातु ब्रुवां युवोर्यङ्गुवङ्गौ इति सूत्रे अपिति परे चिति परे निति परे वा नोक्तं न वा अनुवृत्ति अस्ति परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति पिति परे अतः पाणिनेः वदन्तस्य आवश्यकता नास्ति अर्धमात्रा अस्तु अर्धमात्रा लाघवेन पुत्रोत्सवं मन्यते वैयाकारणाः इति क्षम्यता उत्सवं मन्यते वैयाकरणाः इति उच्यते अस्तु अर्धमात्रयाः अपि व्यर्थता न भवति अत्र अतः अत्र अस्माभिः अनुमानेन अवगतम् एव भगिनि अत्र प्रायः पूर्वस्मिन् वर्गे चर्चितवन्तः अत्र अचिष्णु ब्रुवां युवोर् इयङ्ग् अचिष्णु धातु ब्रुवां युवोर् इयङ् उवाङ्गौ तेन सूत्रेण किमपि अपित् भवेत् नो चेत् इति कित् भवेत् इति किमपि निमित्तं नास्ति तत् अनुवृत्ति अपि किमपि न आयाति किन्तु पित् अस्ति चेत् सार्वधातुकार्धधातुकयोः इति कार्यं इत्यस्य कार्यं भूत्वा गुण भवति अतः अचिष्णुधातु ब्रुवां युवोर्यङ् उवङ्गौ कार्यं न करोति किन्तु अपित् अस्ति अथवा किति निति अस्ति चेत् तत्र सार्वधातुक आर्धधातुकयोः तस्य कार्यं बाधितं भवति अतः अचिष्णु धातु ब्रुवां युवर् इयङ् उवङ्गौ कार्यं करोति तत्र अपितिति नास्ति चेदपि फलितरूपं भवति एव भवतु नो चेत् किति निति भवतु सो तथा एव हलि च अपि सूत्रेण तथा एव फलितनियमः अस्ति निमित्तम् अस्ति न तु उक्तम् अस्ति स्पष्टतया उक्तं नास्ति इत्युक्ते यत्र यत्र हलि च इति कार्यं कर्तुम् आगच्छति अथवा भगिनी कृपया म्यूट् करोतु अथवा अचिष्णु धातु ब्रुवाम् इति सूत्रम् आगच्छति तत्र सर्वत्र तु पुगन्तलघुपदस्य च अथवा सार्वधातुकार्धधातुकयोः इत्यस्यापि प्रसङ्गः भवति परन्तु यथा अस्माभिः गतवर्गे चर्चितमासीत् तत्र परत्वात् सार्वधातुकार्धधातुकयोः इति भवितुमर्हति परन्तु यत्र अपित् प्रत्ययः अथवा कित्नित् प्रत्ययः परः अस्ति तत्र तु गुणनिषेधः भवति सार्वधातुकमपि किनिति च इत्यनेन गुणनिषेधः सार्वधातुकप्रकरणे अर्धधातुकप्रकरणे साक्षात् किनिति च इत्यनेन गुणनिषेधः अतः तत्र गुणस्य प्रसङ्गः न भवति इति कृत्वा यत्र गुणस्य प्रसङ्गः न भवति तत्र इकारान्त उकारान्तधातुः अस्ति चेत् इयङ् वङ् आदेशौ भवतः, रेपान्तवकारान्तधातुः अस्ति चेत् उपधायाः इकः दीर्घः भवति अली च इति सूत्रेण, वस्तुतः पुगन्तलघुपतस्य च इत्यनेन गुणः गुणस्य प्रसङ्गः भवितुमर्हति, परन्तु अपित्वात् अथवा इति निति प्रत्यये परे तत्र निषेधः अस्ति इति कृत्वा तत्र हलीच इत्यस्य कार्यं भवति। अतः वयं पश्यामः चेत् हलीच इति सूत्रं वा भवतु, अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रं वा भवतु, ऋतये धातोः इति सूत्रं वा भवतु, सर्वत्र वयं पश्यामः चेत् सर्वत्र इतिनिति प्रत्यये परे एव एतेषां सूत्राणां प्राप्तिः भवति, यद्यपि सूत्रे साक्षात् न उक्तम् इतिनिति प्रत्यये परे एव भवेत् इति न उक्तम्, तथापि तस्य प्राप्तिः तत्र एव भवति। तस्य चिन्तनं किम् इत्यपि अस्माभिः गतवर्गे विस्तृतरूपेण चर्चितम् आसीत्। अतः सूत्रे न उक्तं, किमर्थं न उक्तम् इति चेत् तत्र फलितार्थः लभ्यते एव, अतः किमर्थं साक्षात् वक्तव्यम्। एवमेव शास्त्रकाराः चिन्तयन्ति, तत्र ये जनाः शास्त्रं पठन्ति ते स्वयं चिन्तनं तैः स्वयं चिन्तनं करणीयम् इति, अतः सर्वं ते न वदन्ति। यत्र यत्र वयम् अस्माकं बुद्धिम् उपयुज्य वक्तुं शक्नुमः तत्र तत्र तथैव भवतु इति धिया, अत्रापि सूत्रे न उक्तं, परन्तु वयं तादृश अर्थं प्राप्तुं शक्नुमः। तदर्थमेव उच्यते अत्र अर्धमात्रा लाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः इति, तत्र प्रसिद्धा उक्तिः अस्ति। अतः सर्वत्र यत्र कुत्रापि शास्त्रेषु, व्याकरणशास्त्रे प्रमुखतया सूत्रेषु यत्र वदनस्य आवश्यकता नास्ति तत्र न उच्यते, एवमेव अत्रापि। भगिनी अत्र परन्तु पाणिनिना अर्धमात्रा लाघवस्य चान्स् मिस् कृतवान् अस्ति, युवोः इति उक्तत्वात् इन् इति पूर्वनकारेण किमर्थं प्रत्याहारः न कृतवान्? तत्र युवोः इत्यस्य अपेक्षया मात्रा लाघवं भवति, इन् इति वदति वा इति चेत् वा इणः इति वक्तुं शक्यते खलु, इणः इयङ् इति वा, तत्र इणः इति इकार उकारः इति वा इति वक्तुं शक्यते आसीत्, किमर्थं न उक्तम् इति किं चिन्तनमस्ति तत्र, किमर्थं न उक्तम्? प्रत्याहारः भगिनी इन् अस्ति चेत् सर्वदा द्वितीयनकार एव इकार इन् वदामः चेत् द्वितीयनकार एव स्वीकुर्मः इति अस्ति, इत्यपि नियमः अस्ति खलु, परेण एव इदानीं वदन्ति, परन्तु यदि सः अत्र इण् इति उपयोगः नियमस्य परिवर्तनं कर्तुं शक्नुमः इति वदति वा, तावदेव इति स्थलद्वये, स्थलद्वये इन् इत्युक्ते केवलं प्रथमनकारपर्यन्तम्, अन्यत्र सर्वत्र द्वितीयनकारपर्यन्तम् इति वक्तुं शक्यते। समीचीनः प्रश्नः, समीचीनः प्रश्नः, किमर्थं न कृतः इति चिन्तयन्तु, किमपि स्यात् अत्र युवोः इति अस्ति, इन् इति उक्त्वा, इन् इति उक्त्वा तदनन्तरम् इयङ् वङ्गौ इति वदति चेत् तत्र क्रमेण भवति इति वा? आम् इनः इनः इयङ् वङ्गौ इति वक्तुमिच्छति, कति मात्राः भवन्ति इति गणनं कर्तुं शक्यन्ते भगिनि? युवोः यत्र तु य इत्यस्य अर्धमात्रा, बकारस्य अर्धमात्रा, ओकारस्य मात्राद्वयं 2.5 मात्रा, 2.5 अर्ध एकमात्रा, अनन्तरं ओ इत्यस्य द्विमात्रा, अतः द्विमात्रा, पुनः वदतु, पुनः वदतु, यकारस्य अर्धमात्रा, वकारस्य अर्धमात्रा, ओकारस्य ओकारस्य मात्राद्वयं, मात्राद्वयम् इति आहत्य तत्र त्रिमात्रा, त्रिमात्रा इणः इत्यत्र एकमात्रा, णकारस्य अर्धमात्रा, अकारस्य एकमात्रा, 2.5 अर्धमात्रा लाघवम्, अर्धमात्रा लाघवं स पुत्र नास्ति तत्कारणमेव तस्य विसर्गस्यापि गणनं करणीयं खलु. विसर्ग तु द्वयोः स्थले अस्ति खलु, युवोः तत्रापि विसर्गः तत्रापि अस्ति अत्रापि. अस्तु चिन्तयन्तु, अग्रिमसप्ताहे पश्यामः. समयः अतीतः, प्रश्नः तु उचितः अस्ति. परन्तु भवती एव चिन्तयतु इत्यस्य किं समाधानम् उक्तवती भगिनी तत्र. भगिनी उक्तवती नियमस्य एव परिवर्तनं कर्तुं शक्नुमः खलु. तत्र नियमः किमर्थं कृतः इति चेत् पाणिनीयसूत्रं दृष्ट्वा एव नियमः कृतः. इदानीम् अत्रापि ईणः इति वदति चेत् तत्र नियमस्य परिवर्तनं कुर्मः. इत्युक्ते स्थलद्वये ईणः इत्यनेन पूर्वनकारेण ग्राह्यः, अन्यत्र सर्वत्र परेण नकारेण ग्राह्यः इति किमपि तत्र परिवर्तयितुं शक्नुमः खलु इति भगिन्याः आशयः. परन्तु तत्र तत्तु दीर्घा प्रक्रिया भवति. अगेन् अणुदित्सवर्णस्य इत्यत्र नकारः परणकारः, अन्यत्र सर्वत्र अण् इति पूर्वनकारः इति सर्वम् अस्ति खलु, तदेव अत्रापि भवितुमर्हति. परन्तु अन्यः एकः नियमः कर्तव्यं खलु. तत्तु अस्माकं कार्यं. पुत्रलाघवस्य तु सूत्रस्य कृते एव पुत्रोत्सवं भवति अर्धमात्रलाघवेन. वृत्तिग्रन्थाः तु अष्ट वाल्यूम्स् अपि भवन्ति. अन्यः एकः नियमः करणीयः चेत् तत्र लाघवं न भवति खलु. तत्तु यथा भगिनी वदति, वृत्तिकारः अर्थावगमनार्थं नियमं कुर्वन्ति, तत्र क्लेशः नास्ति. तत्र क्लेशः नास्ति, तत्र सूत्रस्य अवगमनार्थं नियमः क्रियते चेत् चिन्ता नास्ति. परन्तु अत्र इनः इति वक्तुं शक्यते खलु इति भगिनी वदति. चिन्तयन्तु तत्र किमपि अस्ति वा इति, किमर्थं तथा न कर्तुं शक्नुमः इति चिन्तयन्तु. तावदेव गृहपाठः, भगिनी गृहपाठं दत्तवती भवतां कृते. किं न, मम गृहपाठः नास्ति इति उक्तं खलु मया, भवतां गृहपाठः. अतः भवन्तः चिन्तयन्तु उत्तरं किम् इति. भवन्तः मित्र किं, विजयलक्ष्मी भगिनी कोलीग किं वदामः अस्ति. अतः तस्याः प्रश्नस्य उत्तरं भवन्तः चिन्तयन्तु. भवन्तः समर्थाः सन्ति खलु, अतः चिन्तयितुं शक्नुवन्ति. अतः समाधानं वदन्तु अग्रिमसप्ताहे. भगिनी विजयलक्ष्मी भगिनी उक्तवती परिभाषासूत्रम् आदेशस्य संयोजने अपि धातुसंज्ञा वर्तते इति विषये सूत्रं किं, तत्र परिभाषासूत्रं वा किम् उक्तवती, न स्मरामि. तत्र भगिनी वदतु किम् उक्तवती. आदेशस्य संयोजने एकदेशविकृतस्य अनन्यत्वात् इति. हा, अनन्य परिभाषा अस्ति एकदेशस्य. एकदेशे एकदेशविकृतम् अनन्यवत्. एकदेशे विकृतं जातं चेदपि तद् अन्यवत् न भवति, अनन्यवत्. एकदेशविकृतस्य अनन्यवत् इति परिभाषा अस्ति इत्युक्ते तत्र मूलस्य परिवर्तनं भवति चेदपि मूलं तिष्ठति इत्येव अर्थः तत्र. धन्यवादः. तर्हि धन्यवादः. धन्यवादः.